पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 24 सूत उवाच एकादश्याः फलं श्रुत्वा सुप्रीदो जैमिनिस्ततः कृताञ्जलिरुवाचेदं कृष्णद्वैपायनं प्रभुं जैमिनिरुवाच विष्णोर्देवस्य माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया तुलस्या ब्रूहि माहात्म्यं शृण्वतां पापनाशनं व्यास उवाच इन्द्राद्यैर्दैवतैः सर्वैः तुलसी भगवत्यसौ संसेव्या सर्वदा विप्र चतुर्वर्गफलप्रदा स्वर्गे मर्त्ये च पाताले तुलसी दुर्लभा सदा चतुर्वर्गफलप्राप्तिस्तस्यां भक्तिकरोति वै यत्रैकस्तुलसी वृक्षस्तिष्ठत्यपि च सत्तम तत्रैव त्रिदशा सर्वे ब्रह्म विष्णुशिवादयः केशवः पत्रमध्ये च पत्राग्रे च प्रजापतिः पत्रवृन्दे शिवस्तिष्ठे तुलस्याः सर्वदैव हि लक्ष्मी सरस्वती चैव गायत्री चण्डिका तथा सर्वाश्चान्या देवपत्न्यस्तत्पत्रेषु वसन्ति च इन्द्रोऽग्निशमनश्चैव नैरृतिर्वरुणस्तथा पवनश्च कुबेरेश्च तच्छाखायां वसन्त्यमी आदित्यादिग्रहाः सर्वे विश्वे देवाश्च सर्वदा वसवो मुनयश्चैव तथा देवर्षयोऽखिलाः कोटिब्रह्माण्डमध्येषु यानि तीर्थानि भूतले तुलसीदलमाश्रित्य तान्येव निवसन्ति वै तुलसीं सेवदेयस्तु भक्तिभावसमन्वितः सेवितास्तेन तीर्थाश्च देवा ब्रह्मादयस्तथा चिन्तन्ति तृणजालानि तुलसीमूलजानि ये तद्देहस्तां ब्रह्महत्यां क्षिणत्ति तत्क्षणाद्धरिः ग्रीष्मकाले द्विजश्रेष्ठ सुगन्धैः शीतलैर्जलैः तुलसी सेचनं कृत्वा नरो निर्वाणमाप्नुयात् चन्द्रातपं वा छत्रं वा तस्यैयस्तु प्रयच्छति विशेषदो निदाखेषु समुक्तः सर्वपादकैः वैशाखे क्षदधाराभिरद्भिर्यस्तुलसीं जनः सिञ्चयेत् सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः प्रसृदोदकमात्रेण तुलसीं यस्य सेचयेत् सोऽपि स्वर्गमवाप्नोति सर्वपापविवर्जितः कदाचित् तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः तस्य भेष्मनि विप्रर्षे लक्ष्मीर्भवति निश्चला गोमय्यैस्तुलसीमूलं यक्कुर्यादुपलेपनं सम्मार्जनं च विप्रर्षे तस्य पुण्यफलं शृणु रजांसि तत्र यावन्ति दूरी भूतानि जैमिने तावत् कल्पसहस्राणि मोददे विष्णुना सह प्रदीपं यस्तु सन्ध्यायां स्थापयेत्तुलसीतले स यादि मन्दिरं विष्णो कुलकोटिसमन्वितः गोभ्यस्वभ्य करेभ्यश्च मनुष्येभ्यश्च रक्षति शिशुभ्यस्तुलसीं यस्तु तं रक्षेत् केशवः सदा तुलस्यारोपणं यस्तु भक्तिदत् कुरुते नरः समृद्धः परमं मोक्षं प्राप्नोत्येव न संशयः प्रभाते तुलसीं पश्येत् भक्तिमान्यो नरोत्तमः स विष्णुदर्शनस्यैव फलं प्राप्नोति चाक्षयं तुलसीं प्रणमेद्यस्तु नरो भक्तिसमन्वितः आयुर्बलं यशो वित्तं सन्ततिस्तस्य वर्धते तुलसीस्मरणेनैव सर्वपापं विनश्यति तुलसीस्पर्शनेनैव नश्यन्ति व्याधयो नृणां योऽस्नादि तुलसीपत्रं सर्वपापहरं शुभं तच्छरीरान्तरस्थायि पापं नश्यति तत्क्षणात् तुलसी काष्ठसम्भूतां मालां वहति यो नरः तद्देहे पादकं नास्ति सत्यमेदन्मयोच्यते तुलसीपत्रगलितं यस्तोऽयं शिरसा वहेद गङ्गाया स्नानजं पुण्यं लभते नात्र संशयः दूर्वाभिरक्षधैपुष्पैर्नैवेद्यैस्तुलसीं शुभां समाराध्य नरो भक्त्या विष्णुपूजा फलं लभेत येनार्चिता भगवती तुलसी कदाचिन्नैवेद्य पुष्पवरधूपकृतप्रदीपैः धर्मार्थकामपरमामृददायि विप्राः किं तस्य विष्णुचरणापचितिप्रयोगैः स्थानेषु दोषरहितेषु सुरौकसेव्यामारोपयन्ति तुलसीं हरितुष्टिकर्त्रीं तुष्टो हरिस्त्रिजगदामधिपो मुरारिस्तेभ्यो ददाति परमं पदमाशु विप्र यज्ञं व्रतं च पितृपूजनमच्युतार्चां दानं यदन्यदपि कर्म शुभं मनुष्याः कुर्वन्ति दोषरहिते तुलसीतले च तान्यक्षयाणि सकलानि भवन्ति नूनं यद्धर्मकर्मगुरुदे मनुजपृथिव्यां नारायणप्रियतमां तुलसीं विना च तत्सर्वमेव विफलं भवति द्विजेन्द्र पद्मे क्षणोऽपि न हि तुष्यति देवदेवः यत्रासु पश्यति शुभां तुलसीं पवित्रां यो भक्तिभावसहितो मनुजो हि नूनं यात्राफलं सकलमेव हरिप्रसादात् तस्याशु सिद्ध्यति वचः सुदृढं ममैतद् त्यक्त्वा सुगन्धिकुसुमं भुवनैकनाथो मन्दार कुन्दनळिनादिकमप्यनं तः गृह्णादिसद्गुणमयीं तुलसीं प्रमोदै शुष्कामपि प्रचुरपान विनाशरक्षाम् उत्पाट्य चैव तुलसीं भुवि निक्षिपन्ति पापाशया मृतलनाभनिनादभूताम् अज्ञानदो नरहरिस्तुलसी प्रियोऽसौ तेषां श्रियं हरति सन्ततमेव सत्यं मूत्रं पुरीशं तुलसीतलेषु कुर्वन्ति येऽपि च मलं सततं मनुष्याः देवाश्रये सञ्चितपादकानां तेषां हरत्याशु हरिर्धनानि नारायणस्य पूजार्थं चिनोमि त्वां नमोऽस्तु ते कुसुमै परिजादाद्यैर्गन्धाद्यैरपि केशवः त्वया विना नैधि तृप्तिं चिनोमि त्वा मदशुभे त्वया विना महाभागे समस्तं कर्म निष्फलम् अधस्तु तुलसी देवि चिनोमि वरदा भव चयनोद्भव दुःखं ते यद्देवि हृदि जायते सत्क्षमस्व जगन्नाथे तुलसि त्वां नमाम्यहं कृताञ्जलिरिमान् मन्त्रान् पठित्वा वैष्णवो जनः करतालद्वयं दत्त्वा चिनोति तुलसीदलं यथा न कम्पदे शाखा तुलस्या द्विजसत्तम पत्रस्य चयने देवी भग्नशाखा यदा भवेद् तदा हृदिव्यथा विष्णोर्जायते तुलसीपदेः शाखाग्रात्पतितं भूमौ पत्रं पत्रं पुरातनं तेनापि पूज्यो गोविन्दो मधुकैडभमर्दनः कोमलैस्तुलसीपत्रैर्योर्चयेदच्युदं प्रभुं सर्वं स लभते शीघ्रं यद्यदिच्छति चेदसा जैमिनिरुवाच तुलसीवृक्षसदृश को वृक्षोऽस्ति द्विजर्षभ तमहं ज्ञातुमिच्छामि ब्रूहि सत्यवदी सुत व्यास उवाच यथा प्रियतमा विष्णो तुलसी सततं द्विज तथा प्रियतमा धात्री सर्वपापप्रणाशिनी तुलसी वृक्षमासाद्य यास्तिष्ठन्ति देवताः आमलक्यास्तले तास्था निवसन्ति द्विजोत्तम गङ्गादीनि जतीर्थानि तत्रैव द्विजसत्तम विष्णुप्रियतमा धात्री पवित्रा यत्र तिष्ठति अशुभं वा शुभं वापि यत्कर्मा मलकीतले प्रियदे मानवैर्विप्र भवे सत्सत्यमक्षयम् पवित्रैर्नूतने पत्रैर्ध्यात्र्या यः पूजयेद्धरिं समुक्तपापजालेन सायुज्यं लभते हरेः धात्री च तुलसी देवी न तिष्ठेद्यत्र जैमिने स्थानम् तदपवित्रं स्यान्न च क्रियाफलं लभेद न तिष्ठत्याश्रमे यस्य धात्री च तुलसी शुभा तेन कर्म कृतं सर्वं नूनं गच्छति निष्फलं ध्यात्र्या तुलस्या हीनं च निलयं यस्य भूसुर अलक्ष्मीपादकं सर्वं कलिश्च तेन दोषितः स्थाने तस्मिन् द्विजश्रेष्ठ न धात्री तुलसी न च श्मशानतुल्यं स्थानं तद्विज्ञेयं तत्त्वदर्शिभिः धात्री च तुलसी यत्र तिष्ठे तत्राखिलासुरः न धात्री तुलसीपत्रं तत्रैवाखिलपातकम् धात्री फलस्रजं यस्तु पापहर्त्रीं वहेद्बुधः तस्याश्रित्य तनुं विष्णुः सदा तिष्ठे श्रिया सः धात्री काष्ठस्य मालां च यो वहेन्मदिमान्नरः तस्य देहं समाश्रित्य तिष्ठन्ति सर्वदेवताः धात्री फलस्रजं गृह्णन्यत्कर्म कुरुदे नरः तत्सर्वमक्षयं प्रोक्तं शुभं वा यदि वा शुभं यस्तु धातृफलं भुङ्क्ते मानवोऽखिलतत्त्वविद तद्देहाभ्यन्तरस्थायि सर्वं पापं विनश्यति धातृफलमयी मालां यो वहे द्विजसत्तम ब्रवीमि शृणु माहात्म्यं सर्वपापहरं परं श्मशानेऽपि यदा मृत्युस्तस्य स्याद्दैवयोगदः गङ्गामरणजं पुण्यं सम्प्राप्नो दिनसंशयः त तं दृष्ट्वा पापिनः सर्वे पापजालैः सुदारुणैः सद्य एव प्रमुच्यन्ते जन्मकोटिशतैरपि नित्यं गृह्णादिविप्रेन्द्र यो धात्री फलकर्दमं दिने दिने लभेत् पुण्यं सम्प्राप्नो दिनसंशयः धात्री तरुं च यो हन्ति सर्वदेवगणाश्रयं सददादिहरे रङ्गे कादं नास्त्यत्र संशयः सर्वदेवमयी धात्री विशेषात् केशवप्रिया सम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते धात्र्यास्तुलस्या विदधादिभक्तिं यो मानवो ज्ञाद समस्ततत्त्वः भुक्त्वा जभोगान् सकलां स्ततों ते स मुक्तिमवाप्नोदि हरे प्रसादाद इति श्री पद्मपुराणे क्रियायोगसारे तुलसीमाहात्म्यं नाम चतुर्विंशोऽध्यायः ॐ